पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 241 ईश्वर उवाच भृगुपुत्रो महानासीज्जमदग्निर्द्विजोत्तमः समस्तवेदवेदाङ्गपारगश्च महातपाः तपस्तेपे सुधर्मात्मा महेन्द्रं प्रतिभामिनि सहस्रवर्षपर्यन्तं गङ्गायाः पुलिने शुभे तदप्रसन्नप्राहेदं भगवान् पागशासनः इन्द्र उवाच वरं वृणुष्व विप्रेन्द्र यत्ते मनसि वर्तते ईश्वर उवाच तदप्रोवाच विप्रर्षिः परितुष्टं सदक्रतुं जमदग्निरुवाच सुरभिं देहि मे देव सर्वकामदुःखं सदा ईश्वर उवाच तदप्रसन्नो देवेशस्तस्मै विप्राय गोत्रभिद प्रददौ सुरभिं देवीं सर्वकामदुःखां तदा स लब्ध्वा सुरभिं देवीं जमदग्निर्महातपाः उवास महदैश्वर्यशतक्रतुरिवापरः रेणुकस्य सुधां रम्यां रेणुकां नाम नामदः उपयेमे विधानेन जमदग्निर्महातपाः तया सहस धर्मात्मा रेमे वर्षाण्यनेकशः पौलोम्या शुभया देव्या यथा सङ्क्रन्दनो विभुः तदः स पुत्रकामत्वादिष्टिं चक्रे सुधार्मिकः इष्ट्या सन्तोषयामास पाकशासनमीश्वरम् परितुष्टशचीभर्ता तस्मै पुत्रं महाबलं महौजसं महाबाहुं सर्वशत्रुप्रतापनम् अथ कालेन विप्रेन्द्रो रेणुकायां शुचिस्मिते पुत्रमुत्पादयामास महावीर्यं बलान्वितं विष्णोरंशांशभागेन सर्वलक्षणलक्षिणं तस्मिन् सुदे महावीर्ये भृगुस्तस्य पितामहः नाम चास्मै ददौ हर्षाद्विष्णोरंशोपलक्षितम् चक्रेधनामधेयं तु राम इत्यस्य शोभनं जमदग्ने समुत्पन्नो जामदग्न्य इदीरिदः तद्भार्गवान्वयसोऽपि ववृद्धे द्विजपुङ्गवः उपनीतं स्तुतो येन सर्वविद्याविशारदः तपस्तप्तुं जगामाथ शालग्रामाचलं प्रति ददर्श कश्यपं तत्र ब्रह्मर्षिममितौ जस्सं हर्षेण पूरितस्तस्मिन् मरीचितनयो द्विजः विधिना प्रददौ तस्मै मन्त्रं वैष्णवमव्ययं लब्धमन्त्रस्तदा रामं कश्यपात्तु महात्मनः पूजयामास विधिना सदता कमलापदिं षडक्षरं महामन्त्रं जपन्नेव दिवानिशं ध्यायन् कमलपत्राक्षं विष्णुं सर्वगतं हरिं तपस्तेपे स धर्मात्मा बहुवर्षाणि भार्गवः जितेन्द्रियस्तु यदवाक्तदा तस्थौ महातपाः जमदग्निस्तु विप्रर्षिस्थितो गङ्गातडे शुभे चकारविधिवद्धर्म्यं यज्ञदानादिकं महद देन्वा प्रसादादिन्द्रस्य सम्पूर्णास्तस्य सम्पदः कस्यचित्वथकालस्य हैहयाधिपतिः प्रभुः विजित्वा सर्वराष्ट्राणि सर्वसैन्यसमावृतः भार्गवस्याश्रमं प्राप्य जमदग्नेर्महीपतिः समीक्ष्य तं महाभागं ववं ते मुनिसत्तमं पृष्ट्वादु कुशलं तस्य महर्षेर्भावितात्मनः प्रदधौ नृपतिस्तस्मै वस्त्राण्याभरणानि च स च सम्पूजयामास राजानं गृहमागतं मधुपर्केण विधिना पूजयित्वा नृपोत्तमं ससैन्याय नृपेन्द्राय भोजनं प्रददौ मुनिः प्रार्थिता सुरभिस्तेन भार्गवेण सुधीमदा सम्पूर्णमन्नपानादि ससर्ज शबला तदा अक्षय्यमन्नपानादि तया सृष्टं महातपाः ससैन्याय नृपेन्द्राय प्रददौ मुनिसत्तमः तां दृष्ट्वा शबलां राजा कुतूहलसमन्वितः स्पृहां चकारयामास तस्यां गवि सुदुर्मदिः अयाच सुरभिं तत्र जमदग्निं नृपोत्तमः कार्तवीर्य उवाच शबलां देहि मे विप्र कपिलां सर्वकामदाम् अन्यद्धेनुसहस्राणि दास्यामि तव सुव्रता ईश्वर उवाच इत्युक्तस्तेन राज्ञाध जमदग्निर्महातपाः जमदग्निरुवाच न देया शबला राजन्मया तव महीपते इयं च देवदेवेन शक्रेण परिपालिता देवतानां धनं राजन् दातव्यं स्यात् कथं मया ईश्वर उवाच इत्युक्तः स तदा राजा क्रोधेन कलुषीकृतः बलाज्जग्राहशबला सर्वसैन्यसमावृतः ततः क्रुद्धा महाभागा शबला वरवर्णिनी जखान तस्य सैन्यानि शृङ्गैखुरतलैरपि कथयित्वा मुहूर्तेन तत्सैन्यं शबला बलाद अन्तर्धानं गदा देवी ययौ शक्रान्तिकं क्षणाद स्वसैन्यं निहतं दृष्ट्वा सोऽर्जुनक्रोधमूर्च्छितः मुष्टिना ताडयामास भार्गवं द्विजसत्तमं ताडितस्तेन बहुशो विकलाङ्कः प्रकल्पितः पपात सहसा भूमौ ममारद्विजसत्तमः हत्वा मुनिवरं तत्र पापात्मा हैहयाधिपः महासैन्यपरिवारो विवेश नगरं स्वकं रामस्तु देवदेवेशं पूजयामास भार्गवः तेन सम्पूजितो देवप्रसन्नः प्राह केशवः श्रीभगवानुवाच प्रीतोऽस्मि तपसा वत्स भवतो नियतात्मनः सम्प्रदास्यामि ते विप्र मच्छक्तिं परमां शुभाम् आवेशितोऽध मच्छक्रिया जहि दुष्टान्नृपोत्तमान् भूभारकविनाशाय देवदानां हिताय वै ईश्वर उवाच इत्युक्त्वा प्रददौ देवः परशुं शत्रुधर्षणं वैष्णवं च महचापं दिव्यान्यस्त्राण्यनेकशः दत्त्वा प्रोवाच भगवान् जामदग्निं जनार्दनः श्रीभगवानुवाच मदोत्कडान् नृपान् हत्वा बहुशः परवीरः गृहाण पृथिवीं सर्वां सागरान्तां द्विजोत्तमान् पालयस्व च धर्मेण वीर्येण महदावृतः कालेन मत्पदं चापि मत्प्रसादाद्गमिष्यसि ईश्वर उवाच युक्त्युक्त्वान्तर्हितो देवो वरं दत्त्वा द्विजन्मने रामोऽपि चाधसहसा प्रययौ पितुराश्रमम् पितरं निहतं दृष्ट्वा भार्गवः क्रोधमूर्च्छितः निक्षत्रां कर्तुमन्विच्छन्महीं नृपसमाकुलां जगाम हैहयपदेर्नगरं नृपसंवृतं क्रोधावेशज्ज्वलद्गात्रो द्वार्यतिष्ठदुदायुधः तं दृष्ट्वा तत्पुरजना जामदग्न्यं महौजस्सं जाज्वल्यमानं बभुषा कालाग्निमिव मे निरे भयार्ता विद्रुता सर्वे राजानं हैहयाधिपं शशं सुस्तं महासत्त्वं सर्वायुध समन्वितं श्रुत्वा स राजतद्वाक्यं प्राह विस्मितचेदसा हैहयाधिप उवाच कोऽसौ मम पुरद्वारि सायुध संस्थितो बलाद महेन्द्रो वा यमो वापि रुद्रो वा धनदोऽपि वा सायुधो मत्पुरद्वारि स्थातुं शक्तो न कर्हिचिद महादेव उवाच युक्त्युक्त्वा पार्थिवेन्द्रोऽसौ किङ्करान् सुबहाबलान् प्रेरयामास तं द्रष्टुं गृह्णीतेत्याह दुर्मदिः ते गत्वा ददृशुर्वीरं पुरद्वारि महाबलम् ज्वलन्तमिव कालाग्निं दुर्निरीक्ष्यं स्वतेजसा तस्य सन्दर्शनेऽप्यत्र न शक्तास्ते महाबलाः गृहीतु कामस्थं वीरं समं तात् प्रययुर्भृश्यं तान् दृष्ट्वा सायुधान् सर्वान् पार्थिवेन्द्रस्य किङ्करान् प्रहसन् प्राह विप्रेन्द्रो जामदग्निर्महाबलः परशुराम उवाच भार्गवस्य सुतो रामसम्प्राप्तोऽहं नराधमः स्वपितुर्निधना सर्वान् हनिष्यामि नृपोत्तमान् कार्तवीर्यस्य रुधिरं मत्पित्रे तिलसंयुधं दास्यामि पिण्डदानं च तच्छिरः कमलेन वै महादेव उवाच इत्युक्तास्ते महावीर्या किङ्करास्तस्य भूपतेः शरैस्म ताडयामासु पलालैरिव पावकम् ततः क्रुद्धो महावीर्यो रामसत्यपराक्रमः वैष्णवं चापमाकृष्य ज्ञानिनादमधाकरोत् तेन नादेन महदा पूरितं भुवनत्रयं देवानामपि सन्द्रासो बभूव महदद्भुतम् ततः पावकसङ्काशैराशुगैः सुमहाबलः ताडयामास तान् वीरान् किङ्करान् वै महाबलान् हत्वादु किङ्करास्तस्य पार्थिवस्य महात्मनः कालाग्निरिव संतस्थौ सर्वभूतभयङ्करः श्रुत्वा दुःकिङ्करान् स्वस्य हदान् रामेण धीमता हैहयाधिपतिर्वीरः क्रोधसंरक्तलोचनः निर्ययौ सह सैन्येन यत्रास्ते भागवो व्ययः तं दृष्ट्वा कोरसङ्काशं ज्वलन्तं स्वेन तेजसा त्रस्ताः सर्वे जनास्तत्र शङ्गमाना जनक्षयं ततो युद्धं महाघोरं रामस्य नृपतेस्तदा शस्त्रास्त्रपादनैर्भीमैर्मेखयोरिव वर्षतोः ततो रामो महातेजास्तत्सैन्यं नृपतेस्तदा निर्दधाहक्षणात् सर्वं वैष्णवास्त्रेण लीलया ततः परशुना रामस्तीक्ष्णेनामिदविक्रमः चिच्छेद बाहुसाहस्रं कार्तवीर्यस्य दुर्मतेः न शशाक महावीर्यो योद्धुं रामेण भूपतिः नष्टवीर्यो बभूवात्र पापेन स्वेन दुर्मदिः चिच्छेद तच्चिरक्रुद्धो रेणुकातनयो बली महाद्रिसृड्गं वज्रेण यथा देवपदिर्बली हत्वा सहस्रबाहुं तं जामदग्न्यप्रतापवान् जखानपार्थिवान् सर्वान् क्रुद्धः परशुना मृधे रामं दृष्ट्वा महारौद्रं पार्थिवाः पृथिवीतले भयार्ता विद्रुता सर्वे मादङ्गा इव केसरिं विद्रुतानपि भूपालान् पिदुर्निधनमन्यूना जखानभार्गभक्रुद्धो नागानिव खगेश्वरः निःक्षत्रं कृतवान् सर्वं जामदग्निः प्रतापवान् ररक्ष भगवानेकमिक्ष्वाको सुमहत्कुलं मादा महस्यान्वयत्वा द्रेणुका वचनादथ तान् भ्रष्टराज्यान् कृत्वा वै मादामह कुलोद्भवान् न हत्वा मनु वंशांस्तान् रामो नृपकुलान्तकः सर्वं तु भूभृतां वंशं नाशयामास वीर्यवान् कृत्वा चोर्वीं तु निःक्षत्रां जमदग्नि सुदो बली अश्वमेधं महायज्ञं चकार विधिवद्विजः प्रददौ विप्रमुखेभ्यः सप्तद्वीपवदीं महीं दत्त्वा महीं स विप्रेभ्यो जामदग्न्यप्रतापवान् तपस्तप्तुं ययौ शोध नरनारायणाश्रमम् एतत्ते कथितं देवि जामदग्नेर्महात्मनः शक्रिया वेशावतारस्य चरितं शार्ङ्गिणः प्रभो नोपास्यं हि भवेत्तस्य शक्रिया वेशान्महात्मनः उपास्यौ भगवद्भक्तायैर्विप्रमुख्यैर्महात्मभिः रामकृष्णावतारौ तु परिपूर्णौ हि सद्गुणैः उपास्यमाना वृषिभिरपवर्गप्रदौ नृणाम् इति श्रीपात्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे परशुरामचरितं नामैकचत्वारिंशदधिकद्विशततमोऽध्यायः ॐ